येषां भ्रूभङ्गमात्रेण द्वारपालौ हरेः पुरा भूमौ निपतितौ सद्यो यत्कृपातः पुरं गतौ। येषां सनकादीनां भ्रूभङ्गमात्रेण केवलं भ्रूभङ्गेन एकेन हरेः द्वारपालौ जयविजयनामानौ पुरा सद्यः भूमौ निपतितौ। येषां शापेनैव जयविजयौ सद्य एव भुवम् अवतैरतुः। यत्कृपातः पुरं गतौ, पुनश्च तेषां शापमोक्षाय प्रार्थिताः ये सनकादयः कृपां कृत्वा पुनश्च वैकुण्ठपदवीं ददुः। ततः येषां शापेन जयविजयौ वैकुण्ठाद् बहिः निष्कृतौ, पुनश्च येषाम् अनुग्रहेण वैकुण्ठं प्राप्तौ ते सनकादयः मुनीश्वराः सर्वशक्ताः भवन्ति इति अर्थः।